पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 47 मार्कण्डेय उवाच शृणुराजन् प्रयागस्य माहात्म्यं पुनरेवदु नैमिषं पुष्करं चैव गोतीर्थं सिन्धुसागरं कुरुक्षेत्रं गया चैव गङ्गासागरमेव च एते चान्ये च बहवो ये च पुण्याशिलोच्चयाः दशतीर्थसहस्राणि त्रिंशत्कोट्यस्तथा परे प्रयागे संस्थिता नित्यमेव माहुर्मनीषिणः त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी प्रयागादभि निष्क्रान्ता सर्वतीर्थपुरस्कृता तपनस्य सुधा देवी त्रिषु लोकेषु विश्रुता गङ्गा यमुनया सार्थं संस्थिता लोकभाविनी गङ्गा यमुनयोर्मध्ये पृथिव्या जखनं स्मृतं प्रयागं राजशार्दूलकलां नार्हं दिषोडशीं तिस्रकोट्योर्धकोटी च तीर्थानां वायुरब्रवीद दिव्यं भुव्यं तरिक्ष्ये च तत्सर्वं जाह्नविस्मृता प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ भोगवत्यथया चैव वेदिरेषा प्रजापतेः तत्र देवाश्च यज्ञाश्च मूर्तिमन्दो युधिष्ठिर पूजयन्ति प्रयागं ते ऋषयश्च तपोधनाः यजन्ते क्रतुभिर्देवांस्तथा बहुधना नृपाः ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत प्रभावात् सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो दशतीर्थसहस्राणि तिस्रकोट्यस्तथा परे यत्र गङ्गा महाभागा स देशस्तत्तपोवनं सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् इति सत्यं द्विजातीनां साधूनामात्मजस्य वा सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं शुभम् इदं पुण्यमिदं रम्यं पावनं धर्ममुत्तमम् महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् अधीत्यज द्विजोऽध्यायन्निर्मलत्वमवाप्नुयात् यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः जातिस्मरत्वं लभते नाकपृष्ठे च मोदते प्राप्यन्ते तानि तीर्थानि सद्भिशिष्टार्थदर्शिभिः स्नाहितीर्थेषु कौरव्य न च वक्रमतिर्भव त्वया तु सम्यक् पृष्ठेन कथितं तु मया विभो पितरस्तारिता सर्वे तारिताश्च पितामहाः प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीं एवं ज्ञानं च योगं च तीर्थं चैव युधिष्ठिर बहुक्लेशेन युज्यन्ते ततो यान्ति पराङ्गतिं प्रयागस्मरणाल्लोकः स्वर्गलोकं च गच्छति इति श्रीपद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये 44 अध्यायः ॐ